पद्मपुराणं खण्डं 4 ब्रह्मखण्डः अध्यायम् 8 शौनक उवाच समुद्रमथनं सूद पुरा कस्मात् कृतं गुरो हृदये कौतुकं जातं श्रोतुं मे वदचामरैः सूत उवाच ब्रह्मन्वच्मि समासेन सिन्धोर्मथनकारणम् दुर्वासस्येन्द्रसंवादमितिहासं शृणुष्व तद महातपा महातेजा दुर्वासा ईश्वरांशजः ब्रह्मर्षिप्रययौ स्वर्गमिन्द्रं द्रष्टुं स चैकदा तस्मिन् ददर्शकाले तं गजारूढं शचीपदिम् दृष्ट्वा स्रजं पारिजातां ददौ तस्मै महामुनिः गृहीत्वा तां स्रजं चेन्द्रो विन्यस्य गजमूर्धनि देवराट् प्रययौ ब्रह्मन् ससैन्यो नन्दनं प्रदि अस्ति चादाय तां मालां चित्त्वा तु धरणीतले चिक्षेप च महाक्रुद्धस्तमित्याह महामुनिः त्रैलोक्यैकश्रियायुक्तो यस्मात् त्वमवमन्यसे तव त्रैलोक्यश्रीर्नष्टा भवत्येव न संशयः ततश्चक्रो जगामाशु सुप्तश्च स्वपुरं पुनः ददर्श जगदां मादा चान्तर्धानं गदा स्वयं नष्टं मन्तर्धानवत्यां तदा तस्यां जगत्त्रयं क्षुत्पिपासान्विता सर्वे चक्रुषुर्वै निरन्तरं नववर्षोर्वारिवाहा शुष्काश्चैव जलाशयाः सर्वे ते शाखिनशुष्काफलपुष्पविवर्जिताः क्षुत्पिपासार्दिता सर्वे ब्रह्मणसन्निधिं ययुः तं सर्वे कथयामासु दुःखशोकं पितामहं देवानां वचनं श्रुत्वा धाता देवगणैः सह भृग्वादिमुनिभिश्चैव प्रययौ क्षीरसागरम् विष्णुं समर्चयामास क्षीराब्धेरुतरे तडे मन्त्रमष्टाक्षरं वेधा जपन् ध्यायन् जगत्पदिं तदप्रसन्नो भगवान् सर्वेषां च दिवौकसां वैनदेयं समारुह्य चागदसदय प्रभुः पीतवस्त्रं च दुर्बाहुं शङ्खचक्रकथाधरं दृष्ट्वा तं जगदामीशं पुण्डरीकनिभेक्षणं विष्णुं भवो दधे पोदं वनमालाविभूषितं श्रीवत्सकौस्तुभोरस्कमानन्दाश्रु परिप्लुताः तुष्टुभोर्जयशब्देन नमश्चक्रोर्निरन्तरं श्रीभगवानुवाच वरं वृणीध्वम्भो देवा कस्माद्यूयं समागताः वरदोऽस्मि तद्वदवो ददामि च नान्यथा देवा ऊचुः कृपालो ब्रह्मशापेन सम्बद्धीनं जगत्त्रयम् क्षुत्पिपासार्धितं नाथ स देवासुरमानुषं रक्ष सर्वान्निल्लोकान्यातास्म शरणं तव श्रीभगवानुवाच इन्दिरा ब्रह्मशापेन चान्तर्धानं गदासुराः यस्या कडाक्षमात्रेण जगदैश्वर्य संयुतम् तदा यूयं सुराः सर्वे चोत्पाट्य स्वर्णपर्वतं मन्दरं कर्करं कृत्वा सर्पराजेन वेष्टितं कुरुध्वं मथनं देवाः सद्यैत्याह क्षीरसागरं तस्मादुत्पत्स्यते लक्ष्मीर्जगन्माता च भोत्सुराः तया हृष्टा महाभागा भविष्यधनसंशयः धारयाम्यहमेवाद्रिं कूर्मरूपेण सर्वतः इत्युक्त्वा भगवान् विष्णुरन्तर्धानं जगामसः जग्मुसुरासुरा सर्वे समुद्रमथनं द्विज इति श्रीपाद्मे महापुराणे समुद्रमथनोद्योगो नामाष्टमोऽध्यायः ॐ